अस्तु, तर्हि इदानीं संयोगः इति विषयः अस्ति. अत्र कुत्र संयोगः भवति, कुत्र संयोगः न भवति इति अस्माभिः गतसप्ताहे दृष्टम्. इत्युक्ते अयुतशुद्धत्वं, युतशुद्धत्वम् इति विषये किञ्चित् चर्चा अपि कृता अस्माभिः गतसप्ताहे. तर्हि तदनन्तरं तत्र पृथक्काश्रय आश्रयत्वम् इति विषये अपि किञ्चित् तत्र तदपि दृष्टवन्तः. तत्र कुत्र पृथक्काश्रय आश्रयत्वम् अस्ति, अपि च युतशुद्धत्वं पृथक्काश्रय आश्रितत्वं तयोः मध्ये कः सम्बन्धः इति विषये अपि किञ्चित् चर्चा कृतवन्तः. तर्हि अत्र प्रश्नः अस्ति वा, नो चेत् अग्रे गन्तुं शक्नुमः इदानीम्. भगिनी, एकः प्रश्नः पृच्छतु. यदा वयं हस्तशरीरयोः मध्ये अयुक्तसिद्धत्वम् इति अस्ति चेत्, शरीरः अवयविनि, हस्तम् अवयवः, तद् शरीरः अवयवी, हस्तः अवयवी, हस्तः अवयवः, हस्तः शरीरं हस्तम् आश्रित्य तिष्ठति किल, अविनश्यवत विनाशपर्यन्तम् अविनश्यत् अवस्थं. परन्तु हस्तं विनापि शरीरं अस्ति किल? सत्यं, परन्तु सः अस्तु, अत्र तत् शरीरं यदस्ति तद् भिन्नशरीरम् इत्युक्ते न्यायशास्त्रे प्रत्येकं क्षणं यदा तत्र अस्माकं शरीरे परिवर्तनं जायमानः अस्ति खलु, इत्युक्ते इदानीं यत् शरीरम् इत्युक्ते गतवर्षे यत् शरीरम् आसीत् भवत्याः, तद् इदानीम् अस्ति वा? तथा तत्र यदा हस्तः, हा यदा हस्तः अस्ति, इदानीं हस्तस्य खण्डनम् अभवत् इति चिन्तयतु. तर्हि यः शरीरं पूर्वम् आसीत् तस्य नाशः अभवत्, इदानीं यः यत् शरीरम् अस्ति तत् भिन्नशरीरम्. तर्हि यत् शरीरं पूर्वम् आसीत् तत् शरीरं यावत्पर्यन्तम् आसीत् तावत्पर्यन्तं हस्तम् अवलम्ब्य आसीत्. इदानीं यत् नूतनशरीरम् अस्ति तस्य शरीरस्य तादृश हस्त आश्रितत्वं नास्ति. परन्तु हस्तः स च हस्तः इदानीं यत् नूतनशरीरम् अस्ति तस्य अवयवः नास्ति खलु, तर्हि तयोः मध्ये तादृशसम्बन्धः एव नास्ति. भिन्नरीत्या चिन्तनं करणीयम् इति. मम अपि एतदेव प्रश्नः आसीत्. तत्र कक्षायां यदा महोदयः पाठितवान् एषः एव प्रश्नः मया अपि पृष्टः तदा. तदर्थमेव किञ्चित् अहं किञ्चित् हसितवती, यतोहि तत्र विनाशपर्यन्तम् इति अस्ति किल, तदेव मम शरीरहस्तयोः कथं भवति इति. हा सत्यं, विनाशम् इत्युक्ते यदा लौकिकरीत्या विनाशम् इति वयं चिन्तयामः तादृशः इति नास्ति, इत्युक्ते शरीरस्य विनाशः इत्युक्ते तत्र यदा मरणं भवति तादृशपर्यन्तम् एकः एव एकमेव शरीरं, तत् तस्य नाशः न भवति इति तथा नास्ति. उत्तमम्. अन्य कोऽपि प्रश्नः अस्ति वा? नास्ति भगिनि. अस्तु, उत्तमं. तर्हि भवती एव अग्रे पठतु, तत्र अत्र प्रश्न हा नमस्ते भगिनि अत्र प्रश्नः उदेति इति अस्ति खलु तस्मात् पठतु अत्र प्रश्नः उदेति घटकपालयोः अवयवाः अपि भिन्नाः किल घटस्य अवयवौ द्वौ कपालौ कपालस्य च अवयवे द्वे कपालिके अनेन घटकपालयोः अपि पृथग् आश्रय आश्रितत्वात् युतसिद्धत्वं स्यात् किन्तु वृक्षपक्षिणोः स्थितिः यथा घटकपालयोः स्थितिः तथा नास्ति घटकपालयोः स्थित्यां किञ्चित् वैलक्षण्यं भवति वस्तुतः यत्र पृथक् आश्रय आश्रितत्वं वर्तते तत्र द्वयोः अवयवाः सर्वथा भिन्नाः स्युः यथा पक्षिणः वृक्षस्य च अवयवाः नितरां भिन्नाः तथा घटकपालयोः अवयवाः भिन्नाः इति नास्ति घटकपालयोः स्थितौ परम्परया अवयवसाम्यं विद्यते कपालिकद्वये स्थितः परम्परया घटः अपि तत्रैव आश्रितः अनेन द्वयोः पृथग् आश्रय आश्रितत्वं नास्ति यस्मात् अनयोः द्वयोः अयुतसिद्धत्वं न तु युतसिद्धत्वम् एवञ्च निगमनम् इदं पृथक् आश्रय आश्रितयोरेव युतसिद्धयोः एव मूर्तयोः जायते उभयविध संयोगः हस्तवृक्षयोः वास्तविकं पृथक् आश्रय आश्रितत्वम् इत्यतः द्वयोः मध्ये कर्मजः संयोगः शरीरवृक्षयोः च संयोगजः संयोगः एकः प्रश्नः अस्ति अत्र उदेति यदा घटकपालयोः अवयवः वृक्षप्रक्षिणोः अपेक्षया भिन्नः इति कथम् इत्युक्ते घटस्य अवयवौ द्वौ कपालौ कपालस्य अपि विभजनं कर्तुं शक्नुमः तद् अवयवे द्वे कपालिके अत्र अतः तत्र घटकपालयोः पृथक् आश्रय आश्रितत्वात् युतसिद्धत्वं स्यात् आम् घटकपालयोः पृथग् आश्रय आश्रितत्वम् अस्ति अतः हा तत्र प्रश्नस्य अवगमनम् अस्ति वा भगिनि तत्र कथं पृथक् आश्रय आश्रितत्वम् अस्ति घटस्य आश्रयः कपालः कपालस्य आश्रयः कपालिका इति कृत्वा तत्र पृथग् आश्रय आश्रितत्वम् अस्ति स्यात् अतः युतसिद्धत्वमपि स्यात् द्वयोः मध्ये युतसिद्धत्वम् अस्ति चेत् किं भवति युतसिद्धत्वम् अस्ति चेत् संयोगः भवति परन्तु तादृशसंयोगः सम्भवति वा कपालिका मध्ये वा घटकपालयोः मध्ये खलु अत्र कयोः पृथक् कयोः युतसिद्धत्वं घटकपालयोः मध्ये तर्हि घटकपालयोः मध्ये युतसिद्धत्वम् अस्ति चेत् घटकपालयोः संयोगः अपि भवतु खलु किन्तु प्रश्नः अस्ति किन्तु वृक्षपक्षिणोः स्थितिः यथा घटकपालयोः स्थितिः तथा नास्ति इति अस्ति वृक्षस्य आश्रयः तदेव पूर्वं पठितवन्तः वृक्षः पक्षी च युतसिद्धौ तत्र वृक्षपक्षिणोः स्थितिः कीदृशी वृक्षस्य आश्रयः पृथक् अस्ति, पक्षिणः च आश्रयः पृथक् इति पठितवन्तः. ते द्वे युतसिद्धे. आम् अत्र यदा पृथगाश्रयत्वम् अस्ति तदा युतसिद्धत्वं स्यात्, परन्तु पृथगाश्रयत्वं आश्रितत्वं कपालघटयोः मध्ये नास्ति. किमर्थं नास्ति? घटः कपालम् आश्रित एव अस्ति. घटस्य आश्रयं कपालः एव नाशपर्यन्तम्. सत्यं, परन्तु अयुक्तसिद्धत्वं किल. हा सत्यं, परन्तु तद् एकरीत्या वयम् अयुक्तसिद्धत्वस्य अवगमनं तथा कृतवन्तः, परन्तु भिन्नरीत्या अपि आसीत् खलु. तत्र विद्याधर्याम् एव एकरीत्या अस्ति, तर्कसङ्ग्रहे भिन्नरीत्या अस्ति इति अपि वयं दृष्टवन्तः. तर्हि तत्र भिन्न इतोपि भिन्नरीत्या चिन्तनं कुर्मः चेत् तत्र किं भवति? तत्र पृथकाश्रय आश्रितत्वम् इत्युक्ते युतसिद्धत्वं, यत्र यत्र पृथकाश्रय आश्रितत्वं तत्र तत्र युतसिद्धत्वम् इत्यपि दृष्टवन्तः. तर्हि इदानीं घटकपालयोः पृथकाश्रय आश्रितत्वम् अस्ति इति वदामः चेत् तत्र युतसिद्धत्वम् अपि आपतति. तर्हि युतसिद्धत्वं भवति चेत् संयोगः भवितुम् अर्हति. मीन् भवितुम् अर्हति इति अपि न, संयोगः भवति एव. यत्र यत्र युतसिद्धत्वम् अस्ति तत्र तत्र संयोगः इति अपि वयम् उक्तवन्तः. तर्हि इदानीं संयोगस्य सम्भावना, परन्तु तथा नास्ति इति वयं जानीमः खलु, इत्युक्ते आनुभविकस्थितिः तथा नास्ति. वस्तु घटकपालयोः स्थितिः किञ्चित् वैलक्षण्यं भवति. वस्तुतः यत्र पृथग् आश्रय आश्रितत्वं वर्तते तत्र द्वयोः अवयवाः सर्वदा भिन्नाः स्युः. यत्र यदा घटकपालयोः मध्ये वृक्षपक्षिणोः मध्ये पृथक् आश्रयत्वम् अस्ति चेत् तत्र द्वयोः अवयवाः सर्वदा भिन्नाः स्युः. आम्, वृक्षस्य अवयवः भिन्नः, पक्षिणः अवयवः भिन्नः. आम्, यथा वृक्षस्य च पक्षिणः अवयवः नितरां भिन्नाः, तथा घटकपालयोः अवयवः भिन्नाः इति नास्ति. आम्, घटस्य अवयवः कपालः तत् भिन्नः नास्ति. आम्, घटकपालयोः स्थितौ परम्परया अवयव एकक्षणं, भिन्नः नास्ति इत्युक्ते किम्? भिन्नः इति नास्ति, घटस्य अवयवाः अवयवः घटः क्षम्यतां विपरीतरीत्या वा अहं उक्तवती. कपालः अवयवः घटः अवयवी. इति भिन्नः इति तदर्थं भिन्नः इति नास्ति खलु. किमर्थं भिन्नः? तत्र स्थितिः भिन्ना इति यद्भवती उक्तवती तत्तु सत्यं, परन्तु तत्र तयोः मध्ये तत्र भेदः कः? पक्षिणः वृक्षस्य च अवयवाः नितरां भिन्नाः इत्युक्ते किं? पक्षिणः अवयवः कः? पक्षिणः पक्षिणा पक्षिणः तस्य अवयवः वृक्षः नास्ति किल, तद् किमपि अन्य विङ्ग्स् वा? हा तत् सत्यं, पक्षिणः शिरः अपि च पादः इति तत्सर्वं भवति. स्वस्य अवयवः अस्ति इत्युक्ते शाखा, पर्णं, फलं, यत्किमपि भवतु, तत्सर्वम् अस्ति. इदानीं तयोः मध्ये पृथक् अपि अस्ति, अपि च भिन्नः अपि खलु. तर्हि तत्र यः अवयवः पक्षिणः अवयवः यः अस्ति, तत् वृक्षस्य अवयविनः कदापि न भवति. अपि च तयोः मध्ये नितरां भिन्नत्वम् अस्ति. परन्तु इदानीं घटकपालयोः अवयवाः इति पश्यामः चेत् घटस्य अवयवः अस्ति कपालः, कपालस्य अवयवः अस्ति कपालिका इति कृत्वा परम्परया घटस्य अवयवः कपालिका इति वक्तुं शक्नुमः. कपालः कपालिकाद्वये अस्ति, घटः कपालद्वये अस्ति इति कृत्वा घटः कपालिकाद्वय कपालिका चतुष्टयं वस्तुतः खलु तेषु वर्तते, क्षम्यतां, तासु वर्तते, कपालिकासु वर्तते इति वयं वक्तुं शक्नुमः. तर्हि वस्तुतः तयोः मध्ये पृथकाश्रय आश्रितत्वम् इति नास्ति एव. यतोहि परम्परासम्बन्धेन घटस्य आश्रयः अपि च कपालस्य आश्रयः कपालिका एव. अवगच्छति वा? आम् आम् अवगच्छामि. इति कृत्वा तर्हि तत्र किं भवति इदानीं भवती वदतु. यदा अनयोः अनेन द्वयोः पृथग् आश्रय आश्रितत्वं नास्ति, यस्मात् अनयोः द्वयोः अयुक्तसिद्धत्वं न भवति. इदानीं यदा पृथग् आश्रय आश्रितत्वं घटकपालयोः मध्ये नास्ति, अतः तयोः मध्ये न तु युतसिद्धत्वम् अयुतसिद्धत्वं भवति. एवञ्च निगमनम् इदं पृथक् आश्रय आश्रितयोः एव युतसिद्धयोः एव मूर्तयोः जायते उभयविधसंयोगः. यदा पृथग् आश्रय आश्रितत्वम् अस्ति, युतसिद्धत्वम् अस्ति मूर्तयोः मध्ये, तयोः मूर्तयोः इत्युक्ते किं? मूर्तयोः इत्युक्ते यत्र क्रिया भवति, मूर्तद्रव्ययोः मध्ये, मूर्तद्रव्ययोः मध्ये तत्र एव संयोगः भवति. तत्र उभयविधसंयोगः इति अस्ति खलु, उभयविधः कः? उभयविधसंयोगः कपालस्य कपालिका मूर्त न क्षम्यताम्, एकक्षणं भगिनी, एकक्षणम्, इदानीं रामप्रिया भगिनी वदन्ती अस्ति खलु, एकक्षणम्. उभयविध इत्युक्ते अग्रिमवाक्यं पठतु भगिनि. हस्तवृक्षयोः वास्तविकं पृथग् आश्रय आश्रितत्वम् इत्यतः द्वयोः मध्ये कर्मजः संयोगः, शरीरवृक्षयोः च संयोगजः संयोगः, तदेव उभयविध इत्युक्ते कर्मजः अपि च संयोगजः, कर्मजः संयोगः, संयोगजः संयोगः. उत्तमम्. इति संयोगः द्विविधम् इति वयं पूर्वं दृष्टवन्तः. उत्तमम्, अस्तु. पुष्पा भगिनी, भवती एव अग्रे पठतु इदानीम्. अस्तु भगिनि, अधुना नूतनप्रश्नः. यदि परम्परया घटकपालयोः पृथग् आश्रयाश्रितत्वं नास्ति, यस्मात् द्वयोः अयुत सिद्धत्वं सिद्धत्वं येन च द्वयोः मध्ये संयोगः न सम्भवति तर्हि तदाधारेण सर्वेषाम् अपि सा अवयव सा अवयवद्रव्याणां सा द्रव्या अवयवद्रव्याणां या स अवयवद्रव्याणां अत्र मम ज्ञातं न शक्नोमि सा न न अग्रे पठतु भगिनि अनन्तरं कण्ठशः पश्येम प्रथमं पठतु द्रव्याणां परम्परा परम्परया अन्तिमावयवः परमाणवः अन्तिमावयवः परमाणवः इति कृत्वा कस्यापि स अवयवद्रव्यस्य पृथग् आश्रया आश्रितत्वं नास्ति इमानि च सर्वाणि सा अवयव द्रव्याणि अयुतसिद्धानि इत्यस्मात् संयोगः न कुत्रापि सम्भवेत् तस्य उत्तरं किम् ओके अधुना नूतनप्रश्नः अस्ति यदि परम्परया घटकोपालयोः पृथग् आश्रय आश्रितत्वं नास्ति यस्मात् द्वयोः अयुतसिद्धत्वं येन च द्वयोः मध्ये संयोगः न सम्भवति एकक्षणं तावत्पर्यन्तं वदतु भगिनि भवती यद् अवगतवती तत् तत् समाचारः परम्परया घटकपालयोः पृथग् आश्रयाश्रितत्वं नास्ति किमर्थं नास्ति ते पृथग् नास्ति ते न न न एकक्षणं पृथक् आश्रय आश्रितत्वं नास्ति इत्युक्ते किमर्थं नास्ति ते पृथक् नास्ति इति न खलु पृथक् पृथक्त्वं नास्ति कपालस्य कपाल कपालिका कपाल कपाले अस्ति गते कपाल कपाल कपालः संयोग संयोग न न न न न न एकक्षणं भगिनि क्रमशः पश्यामः घटः कपाले अस्ति सम्यक् कपालः कपालिकायां तर्हि किं भवति तस्मात् एकवारं घटः कपाले अस्ति कपालः कपालिकायां तस्मात् किं भवति किमर्थं तस्मात् पृथक् आश्रय आश्रितत्वं नास्ति अयुतसिद्धत्वं किमर्थं ते अवयव अवयवाः न न न न इदानीमेव रामप्रिया भगिनी उक्तवती खलु तत्र रामप्रिया भगिनी किञ्चित् सहायं करोति वा आं भगिनि घटः पृथग् आश्रय आश्रितत्वं नास्ति इत्युक्ते तत् पृथक् पृथक् किं वा न अस्ति इति किमर्थम् इत्युक्ते घटः कपाल कपालम् आश्रित्य एव तिष्ठति नाशपर्यन्तं सत्यम् अपि च इतोपि एकमपि उक्तवन्तः खलु इदानीं भवती एव पूर्वस्मिन् परिच्छेदे दासि तत्र तस्य आधारेण तदेव अत्र विषयः खलु अत्र अवयवरीत्या चिन्तयामः चेत् घटः कपाले अस्ति कपालः कपालिकायाम् इति कृत्वा घटः कपालिकायां परम्परया सम्बन्धेन तिष्ठति इति कृत्वा तयोः मध्ये पृथकाश्रय आश्रितत्वं नास्ति इति उक्तवन्तः अतः द्वयोः अयुतसिद्धौ तौ द्वौ अयुतसिद्धौ इत्यपि उक्तवन्तः इदानीं तर्हि किं भवति पुष्पाभगिनी अग्रे पठतु तर्हि तदाधारेण तदाधारेण द्वयोः मध्ये संयोगः न सम्भवति. न न न न तत् करपत्रे यदस्ति तत् पठतु तर्हि तदाधारेण सर्वेषामपि. तदाधारेण कुत्र अस्ति यत् भवती पठितवती इदानीं तत्रैव. तर्हि तदाधारेण सर्वेषाम् अपि स अवयवद्रव्याणां परम्परया अन्तिम अवयवः परमाणवः इति कृत्वा. एकक्षणं तावत्पर्यन्तम् अवगन्तुं प्रयत्नं कुर्मः, तदनन्तरम् अग्रे पठामः. तर्हि सर्वेषामपि स अवयवद्रव्याणां परम्परया अन्तिम अवयवः परमाणवः इत्युक्ते किम्? सावयवद्रव्याणाम् इत्युक्ते किम्? कपालः इति एकः एकं दृष्टान्तं खलु, एकम् उदाहरणं. सावयवद्रव्यम् इत्युक्ते यस्य अवयवस्य, क्षम्यतां, यस्य द्रव्यस्य अवयवः अस्ति. तर्हि तत्र रामः स लक्ष्मणः इति वदामः खलु, लक्ष्मणेन सह अस्ति इति कृत्वा तत्र बहुव्रीहि समासः भवति इति चिन्तयामि, स लक्ष्मणः इति. तर्हि तद्वत् स अवयव द्रव्यम् इति इत्युक्ते स अवयवद्रव्यम् इत्युक्ते यः द्रव्यम् अवयवेन सह अस्ति इति स अवयवद्रव्यं, स अवयवद्रव्याणाम् इति तत्र. एकक्षणम्. तर्हि तदस्ति स अवयवद्रव्यं. तर्हि स इति इदानीं तत्र घटः इति स अवयवद्रव्यमस्ति खलु, घटस्य अवयवः कः? कपालः. तर्हि कपालस्य अवयवः? कपालिकायाः अवयवः? इतोपि लघुकपालिका इति किमपि स्यात्. तर्हि तदा परम्परया गच्छामः चेत् तत्र त्रियणुकं चतुरणुकं, तदनन्तरं त्रियणुकं, तदनन्तरं द्वियणुकं, तदनन्तरं परमाणुः इति, परमाणुः अस्ति अन्तिम अवयवः खलु, चरम अवयवः इत्युक्ते तदनन्तरम् अवयवः नास्ति, तदेव अन्तिम अवयवः इति कृत्वा सर्वेषां द्रव्याणामपि अन्तिम अवयवः परमाणवः एव इति कृत्वा तत्र अन्तिम अवयवः सर्वेषामपि समान, सर्वेषामपि समानम् इति तत्र कस्यापि सावयवद्रव्यस्य पृथकाश्रय आश्रितत्वं नास्ति. अवगच्छति वा? किम् अवगच्छति वदतु. परमाणवः सन्ति कपाले, तथा नास्ति. कपाले कपालिका, कपालिकायां लघुकपालिका इति कृत्वा अन्तिम अवयवः परमाणवः अस्ति. घटात् आरभ्य पश्यामः चेत् तत्र प्रत्येकं सोपानं गच्छामः चेत् तत्र अन्तिमसोपानमस्ति. यथा परमाणुः इति आगच्छति तदेव अन्तिमसोपानं, तदनन्तरं परमाणोः अवयवः नास्ति. तर्हि स अवय इति यदा अस्ति चेत् कस्यापि स अवयवद्रव्यस्य पृथकाश्रय आश्रितत्वं नास्ति इत्युक्ते किम्? अत्र अवयवद्रव्यस्य पृथक् आश्रय आश्रितत्वं तत्तु परम्परया परमाणवः द्रव्ये अस्ति. तत्तु सिद्धं न न अस्तु. परन्तु मम प्रश्नस्य उत्तरं तद् नास्ति. तत्र स अवयवद्रव्यस्य पृथकाश्रय आश्रितत्वं नास्ति इत्युक्ते किम्? यद् भवती उक्तवती तत् सत्यं, परन्तु तद् मम प्रश्नस्य उत्तरं तद् नास्ति, अथवा तस्य वाक्यस्य अर्थः तद् नास्ति. स अवयवद्रव्यस्य कस्यापि स अवयवद्रव्यस्य पृथकाश्रय आश्रितत्वं नास्ति इत्युक्ते किम्? अन्य कोऽपि वक्तुं शक्नोति वा सुनील् महोदय? अहं प्रयत्नं करोमि. अत्र घटस्य उदाहरणं स्वीकुर्मः चेत् घटः कपाले अस्ति, कपालः कपालिकायाम् अस्ति इति पुनः विभजनं कुर्मः, तत्र परमाणुपर्यन्तं गच्छति. अतः घटः परम्परया कपालिकायाम् अस्ति इति वदामः, तादृशं घटः परमाणौ अस्ति इति अपि वक्तुं शक्नुमः. अतः तत्र पृथक् आश्रयत्व आश्रय आश्रित्वं नास्ति इति वक्तुं शक्नुमः. कस्य यद् भवान् उक्तवान् बहु सम्यक्, परन्तु कयोः मध्ये पृथक् आश्रय आश्रितत्वं नास्ति अथवा कस्य? अत्र घटकपालयोः मध्ये नास्ति इति वक्तुं शक्नुमः, अनन्तरं घट परमाणुपर्यन्तम् अपि. हा हा, परन्तु यद्भवान् वदति तत् सम्यक् सत्यमेव, परन्तु अत्र किञ्चित् भिन्नवार्ता इत्युक्ते घटकपालयोः प्रकाशे आश्रितत्वं नास्ति इति तत्र कपालिका यदा आगच्छति तदा एव तस्य समाधानं प्राप्तं खलु. इत्युक्ते कपालिका परम्परया परम्परासम्बन्धेन घटः कपालिकायाम् अस्ति इति कृत्वा घटकपालयोः कृतकाश्रय आश्रितत्वं नास्ति इति वयं निरूपितवन्तः. इदानीं घटः पटः इति द्रव्यद्वयम् अस्ति. पटस्य अवयवः तन्तुः अथवा तन्तवः, घटस्य अवयवः कपालः इति यदा तर्हि इदानीं कपालस्य अवयवः कपालिका इति परम्परया गच्छामः चेत् घटस्य अन्तिम अवयवः अस्ति परमाणुः. तद्वत् पटस्य अन्तिम अवयवः अपि परमाणुः इति कृत्वा सर्वेषामपि स अवयवद्रव्याणाम् इत्युक्ते यस्य द्रव्यस्य अवयवः अस्ति तस्य तादृशद्रव्यस्य अन्तिम अवयवः परमाणुः इति आगच्छति चेत् तर्हि कुत्रापि पृथकाश्रय आश्रितत्वं नास्ति खलु, अहितसिद्धत्वमेव न भवति. यदा वयं घटकपालरीत्या चिन्तयामः चेत् घटस्य कपालस्य द्वयोः अपि आश्रयः कपालिका इति कृत्वा घटकपालयोः मध्ये पृथकाश्रय आश्रितत्वं नास्ति इति वयम् उक्तवन्तः. तद्वत् घटस्य आश्रयः अपि परमाणुः, पटस्य आश्रयः अपि परमाणुः इति कृत्वा तत्रापि पृथकाश्रय आश्रितत्वं नास्ति इति वक्तुं शक्नुमः वा? तर्हि तत्रापि संयोगः न सम्भवति खलु इति इदानीं प्रश्नः. प्रश्नस्य अवगमनम् अभवत् वा? नो चेत् तस्य समाधानं न अवगन्तुं न शक्नुमः. इत्युक्ते अत्र पृथक् आश्रय आश्रितत्वं केवलं घटकपालयोः मध्ये न, परन्तु अत्र परमाणुपर्यन्तं गच्छामः चेत् तत्र स अवयवद्रव्यस्य मध्ये पृथक् आश्रय आश्रितत्वं न भविष्यति इति, अतः संयोगः न भविष्यति इति प्रश्नः. हा, कुत्रापि तर्हि स तत्र यत्र यत्र स अवयवः स अवयवद्रव्यमस्ति इत्युक्ते घटः कपालः क्षम्यतां घटः पटः उत्पीठिका शरीरं पुस्तकं यत्किमपि भवतु खलु, तयोः मध्ये अपि संयोगः न सम्भवति किल इति इदानीं प्रश्नः. तदेव तत्र यत् घटकपालकपालिका मध्ये तत्र परम्परा इति स्वीकृतवन्तः, तादृश तर्कः उपयोगं कुर्मः चेत् तत् तादृशतर्कस्य उपयोगेन तत्रापि तदेव परिस्थितिः भवति खलु इति प्रश्नः. अस्तु, भवानेव तस्य समाधानं पठतु. घटारम्भकपरमाणव अन्याः पटारम्भकपरमाणवः अन्याः पार्थिवपरमाणवः तु सन्ति एते सर्वे, किन्तु परम्पराभिन्नाः. प्रत्येकं परमाणुव्यक्तिः भिन्ना. अस्य घटस्य अवयवपरम्परा परमाणुः द्व्यणुकं त्र्यणुकं चतुरणुकम् इत्याद्यारभ्य कपालिका कपालः घटः इति द्रव्यजन्यपरम्परा वर्तते. अस्य घटस्य परमाणवः भिन्नाः वर्तन्ते. पटस्य च पृथक् परम्परया परमाणवः भिन्नाः च. परमाणुत्वेन तेषां साम्ये अपि परमाणुव्यक्तिभिन्ना व्यक्तिर्भिन्ना किल. घटत्वं यद्यपि सर्वेषु घटेषु यथा तथापि यः कोऽपि एको घटः स च एका व्यक्तिः इति यथा, तद्वत् परमाणुत्वेन सर्वे पार्थिवपरमाणवः परमाणवः एव. परमाणुत्वम् एकं, किन्तु परमाणुव्यक्तयः परस्परभिन्नाः. अपि च यादृशा अवयवपरम्परया घटः आरब्धः सा च परम्परा पटस्य अवयवपरम्परायाः भिन्ना. इदानीं नूतनप्रश्नस्य उत्तरं, घटारम्भ परमाणवः अन्याः पटारम्भकपरमाणवः अन्याः इति अस्ति. इत्युक्ते अत्र वयं पूर्वं दृष्टवन्तः परमाणु विषये, अत्र द्व्यणुकं त्र्यणुकं चतुरणुकम् इत्यादयः आसन्. ततः द्रव्याणि कपालिका कपालः घटः इति परम्परया द्रव्यस्य रूपम् अपि वर्तते. अतः तत्र प्रत्येकं परमाणुव्यक्तित्वम् अस्ति इति एव. इत्युक्ते किं वदति भगिनि, एकक्षणं भगिनि, तत्र एकक्षणं, तत्र महोदय समापतु, तदनन्तरं वयं पश्यामः. अत्र परमाणुविषये द्व्यणुकं त्र्यणुकं चतुरणुकम् इत्यादयान् स्वीकृत्य घटस्य आरम्भपरमाणवः पटस्य आरम्भपरमाणवः तः भिन्नः इति अस्ति. अतः तत्र पृथक् परम्परया तस्य परमाणु आरम्भकत्वं स्वीकृत्य घटस्य परम्परा पटस्य परम्परातः भिन्ना इति अस्ति. अनन्तरं परमाणुत्वेन तेषां साम्ये अपि परमाणुव्यक्तिभिन्ना किल. इत्युक्ते अत्र परमाणुरूपं पश्यामः चेत् तत्र साम्यं वर्तते, परन्तु यदा अत्र त्र्यणुकं चतुरणुकम् इत्यादि रूपाणि भवन्ति, तत्र रूपस्य वा अत्र व्यक्तित्व भिन्नत्वं वर्तते इति. तथा इतोपि किञ्चित् वक्तव्यम् अत्र, इत्युक्ते तत्र परमाणुव्यक्तिः भिन्ना इत्युक्ते, यदा तत्र घट परमाणुः अस्ति, तत्र परमाणु तत्र किमपि तस्मिन् परमाणुसंयोगः भवति, तदनन्तरं द्वयणुकस्य संयोगः इति सोपानेन तत्र घटः इति जायते अथवा पटः इति उत्पन्नं भवति खलु. तर्हि तत्र यदा परमाणोः एकः परमाणुः अस्ति तेन घटः जायते चेत् सः परमाणुः पटस्य निर्माणार्थं यः परमाणुः उपयोगं कुर्मः तस्मात् भिन्नः इदानीं, यतोहि तत्र कार्यं भिन्नम्. इदानीं घट उत्पन्नम् इति कार्यम्, अत्र तु पट उत्पन्नम् इति कार्यं. तर्हि कार्यं भिन्नम् इति कृत्वा परमाणोः अपि तत्र भिन्नता अस्ति. तदेव तत्र परमाणुव्यक्तिभिन्ना इति, इत्युक्ते तत्र परमाणोः कार्यं, तत्र परमाणोः परमाणुना किं अथवा कः क्रियते स च भिन्नः. सम्यक् अस्ति न व्यक्ति. वृत्तिः इत्युक्ते किं? वृत्तिः इत्युक्ते किं? वृत्तिः इत्युक्ते वर्तते खलु, आश्रयः इति वृत्ति, व्यक्ति इति अत्र तद्भिन्नः. अत्र मम अर्थं व्यक्ति तु पर्सन् भगिनी. तत् न्यायशास्त्रे तत्र व्यक्ति इति पदस्य भिन्न, न्यायशास्त्रे इति न, प्रथमं संस्कृते व्यक्ति इति एकस्य पदस्य भिन्नभिन्न अर्थाः भवन्ति. अपि च न्यायशास्त्रे इतोपि तत्र पारिभाषिकशब्दाः अस्ति इति कृत्वा, शब्दाः सन्ति इति कृत्वा तस्य अपि भिन्नभिन्न अर्थाः. तर्हि व्यक्ति इत्युक्ते केवलं पुरुषः अथवा पर्सन् इति नास्ति, अन्य अर्थः अपि स्यात्. परमाणुव्यक्ति इत्युक्ते तत्र अन्तिमकार्यं यद्भवति तद् भिन्नः इति. अस्तु भगिनि, वदतु महोदय. अतः अत्र यदा भगिनी उक्तवती अत्र परमाणु परम्परा घटस्य परम्परया तः पटस्य परम्परा अपि भिन्नः. अतः तत्र परमाणुत्वमपि तत्र यदा वयं घटपरं परम्परां स्वीकृत्य पटपरम्परात् भिन्ना इति वक्तुं शक्नुमः. हा, सर्वदा घटपरम्परा पटपरम्परात् भिन्ना एव खलु. तर्हि इदानीं यदा पुस्तकम् अस्ति चेत्, पुस्तकद्वयम् अस्ति चेत् तयोः मध्ये भेदः कथं वदामः? प्रथमपुस्तके अपि पुस्तकत्वम् अस्ति, द्वितीयपुस्तके अपि पुस्तकत्वम् अस्ति इति कृत्वा पुस्तकम् इति तयोः मध्ये भेदः न स्थापयति खलु. आम्, अत्र अत्र वयम् अत्र रूपं च आकारं आरोपयामः अत्र. तदपेक्षया अवयवभेदात् इति वयं उक्तवन्तः पूर्वं, स्मरति वा? तत्र अवयवभेदात् तत्र अवयविनी अपि भेदः जायते इति. तद्वत् अत्र परमाणुः तत्र परमाणुस्तरे तादृशभेदः भवति. इत्युक्ते यः परमाणुः घटनिर्माणार्थम् उपयुज्यामहे तेन एव परमाणुना पटनिर्माणं न भवति. यदा परमाणुः स्वीकृत्य घटनिर्माणं कुर्मः इति आरम्भं कुर्मः चेत् तदा तेन एव परमाणुना पटनिर्माणं न भवति. भगिनि, वयं पूर्वं दृष्टवन्तः अत्र उद्भूतरूपम् इति दृष्टवन्तः, तदेव अस्ति किल इदानीं? न, उद्भूतरूपम् इत्युक्ते रूपम् अस्ति परन्तु तत् प्रकटी तस्य प्रकटीकरणं नास्ति इति खलु, इत्युक्ते अत्र इदानीं घटस्य उद्भूतरूपं पटस्य उद्भूतरूपात् भिन्न तथा नास्ति, तथा नास्ति इत्युक्ते घटस्य घटः एव इदानीं यदा परमाणुस्तरे पश्यामः चेत् घटः एव नास्ति, परन्तु तत्र यदा एकं परमाणुं स्वीकृत्य वयं तत्र पट घटनिर्माणम् इति आरम्भं कुर्मः तदा तेन एव परमाणुना पटनिर्माणं कर्तुं न शक्नुमः, यतोहि तत्र कार्यं भिन्नं खलु, कार्यं भिन्नम् इति कृत्वा कारणमपि भिन्नं स्यात्। अवगच्छति वा? अस्तु, तर्हि भवान् एव अग्रे पठतु। किन्तु अधुना इदं वक्तव्यं यत् ये आरम्भकपरमाणवः पटे सन्ति तेषु परमाणुषु पटत्वं नास्ति, केवलं पार्थिवपरमाणवः ते, तस्मात् ते परमाणवः घटस्यापि आरम्भकपरमाणवः भवितुमर्हन्ति स्म। अनेन घटपटयोः अवयवपरम्परा कुतः भिन्ना? इदानीम् अत्र परमाणुपर्यन्तं गच्छामः चेत् अत्र घटस्य परमाणुः पटस्य परमाणु तः तत्र भिन्नत्वं नास्ति इति, अतः तौ परमाणौ केवलं पार्थिवपरमाणौ एव इति, अतः तत्र घटस्य आरम्भकपरमाणुः वा अथवा पटस्य वा इति तत्र भेदं कल्पयितुं न शक्नुमः इति, अतः अत्र घटपटयोः अवयवपरम्परा कुतः भिन्ना इति इत्युक्ते पूर्वस्मिन् परिच्छेदे वयम् उक्तवन्तः खलु, यः परमाणुः घटनिर्माणस्य कृते स्वीकुर्मः तेनैव परमाणुना पटनिर्माणं न भवति इति, परन्तु परमाणौ तत्र घटत्वं पटत्वम् इति किमपि नास्ति, केवलं पार्थिवपरमाणुः इति एव अस्ति चेत् तत्र आरम्भकपरमाणुः घटस्य अपि भवितुम् अर्हति पटस्य अपि भवितुम् अर्हति इति अस्ति चेत् तत्र तयोः मध्ये अवयवपरम्परा कथं तत्र भिन्ना भवति, इत्युक्ते कथं वयं वक्तुं शक्नुमः घट अवयव घटपरमाणुः एकः परमाणुः घटनिर्माणं करोति अन्यपरमाणुः पटनिर्माणम् इति कथं भवति इति प्रश्नः, अवगच्छति वा? इदानीं रामप्रिया भगिनी भवती पठतु, भवती प्रश्नः कः इति अवगच्छति वा? आम् आम् भवत्या पटपरमाणे घटपरमाणे च प्रथमं परमाणवः इत्युक्ते तत्र घटत्वं वा पटत्वं वा नास्ति, तद् तस्य भेदः अवयव भेदः कथं ज्ञातुं शक्नुमः इति, इत्युक्ते तत्र घटपटयोः अवयवपरम्परा खलु, न तु परमाणोः अवयवः इति नास्ति, तर्हि तत्र घटपटयोः अवयवपरम्परा कुतः भिन्ना, इत्युक्ते वयं यदुक्तवन्तः घटस्य परमाणुः पटस्य परमाणुः तयोः मध्ये भेदः अस्ति इति, तत् कथं भवति इति प्रश्नः। वयं पूर्वं पठितवन्तः किल भगिनि तत् विशेषः इति? तदेव इति न, अग्रे आगच्छति, पठतु किञ्चित्। भगिनि अत्र वदति आटम्स् आफ् घट एण्ड् पट आर् द सेम् एक्चुलि, दट्स् वाट् दे आर् ट्रैङ्ग् टु से। भगिनि आङ्ग्लभाषा मास्तु, संस्कृते वदतु। परमाणवः पटस्य घटस्य परमाणवः भिन्नाः न सन्ति इति वदति कथं न न तथा भिन्नाः न सन्ति न परमाणवः तत्र तथा न वदन्ति तत्र कटस्य परमाणुः पटस्य परमाणुतः भिन्नः इति वयम् उक्तवन्तः परन्तु परमाणुषु पटत्वं घटत्वम् इति किमपि नास्ति तर्हि कथं तथा वक्तुं शक्नुमः इति प्रश्नः उत्तरम् इदं यत् ईश्वरः इच्छावशात् तदा भवितुम् अर्हति पटस्य आरम्भकपरमाणवः घटस्य भवितुम् अर्हन्ति स्म परमाणवः सूक्ष्मरूपेण भवन्ति यस्मात् पट आरम्भकः वा घट आरम्भकः वा इत्यास्माभिः न ज्ञायते कः परमाणुः कीदृश द्रव्यस्य अवयवः स्यादिति ईश्वर इच्छावशात् निर्णयते इति स्वीकर्तव्यम् अस्ति एतादृशसार्वत्रिकत्वं भवतु नाम परमाणुः पटस्य वा घटस्य वा आरम्भकः परमाणवः भवितुम् अर्हति अतः ईश्वरवशात् एव ईश्वर इच्छावशात् एव वयं ज्ञातुं शक्नुमः एतत् पट आरम्भकः वा घट आरम्भकः वा इति इति अस्ति कीदृश परमाणवः सूक्ष्मरूपेण भवन्ति यस्मात् पट आरम्भकः वा घट आरम्भकः वा इति अस्माभिः ज्ञायते तद् अवगतं वयं ज्ञातुं शक्नुमः किमर्थम् इत्युक्ते तद् बहु सूक्ष्मरूपेण सन्ति इति कः परमाणुः कीदृशद्रव्यस्य अवयवः स्याद् इति ईश्वर इच्छावशात् निर्मीयते इति स्वीकर्तव्यम् अस्ति वयं स्वीकर्तव्यं यद् एतद् परमाणुः पट आरम्भकपरमाणवः वा पट आरम्भकपरमाणवः वा इति ईश्वर इच्छावशात् एव वयं निर्णेतुं शक्नुमः एतादृशसार्वत्रिकत्वं भवतु नाम सार्वत्रिकत्वम् इति अस्ति इति वयं स्वीकरणीयम् इति वा सार्वत्रिकत्वम् इत्युक्ते तत्र अवगच्छति खलु समानता वा किं वदामि सामान्यतया किं वदामः तत्र सार्वत्रिकत्वम् इत्युक्ते तत्र सर्वे अङ्गीकुर्वन्ति इति अङ्गीकुर्वन्ति हा तथा इत्युक्ते तत्र जनरिक् इति यदा वदामः तथा अस्तु अग्रे पठतु भगिनि किन्तु अन्ततः अवयवः भेदः नास्ति चेत् अवयवे भेदः नास्ति चेत् अवयविनी भेदो अपि न भवति अवयवभेदः कथं सिद्ध्यति अवयवी भिन्नत्वात् अवयवभेदः कार्यवशात् कारणम् अनुमीयते घटः कार्यः पटः कार्यः द्वयोः कार्ययोः भिन्नत्वात् अवयवभेदः अनुमीयते परन्तु अन्ततः अवयवभेदः नास्ति चेत् इत्युक्ते अवयवभेदः नास्ति चेत् परमाणवः विषये एव अस्ति किल अत्रापि परमाणुविषये अपि अस्ति इत्युक्ते तत्र यदा अवयवसमूहः एव अवयवी भवति खलु तत्र अवयवसमूहस्य भेदः नास्ति चेत् इत्युक्ते एकः समूहः अस्ति द्वितीयसमूहः अस्ति तयोः मध्ये भेदः नास्ति चेत् तत्र अवयवी मध्ये अपि भेदः न भवति खलु इत्युक्ते कपालः एकः कपालः अस्ति कपालद्वयं स्वीकुर्मः पुनः कपालद्वयं स्वीकुर्मः तयोः मध्ये भेदः नास्ति चेत् कपालद्वयसंयोगेन तत्र घटः एव निर्माणं भवति. एकत्र कपालद्वयसंयोगेन घटः, अन्यत्र कपालद्वयसंयोगेन पटः इति न भवति खलु. तर्हि अवयवे भेदः नास्ति चेत् अवयविनी अपि भेदः न भवति. अवयवभेदः कथं सिद्ध्यति इत्युक्ते अवयवभिन्नत्वात् अवयवभेदः. यदा अवयवीभिन्नत्वात् अवयवभेदः यदा अवयवी भिन्नता अस्ति तत्र अवयवभेदः भवति. इत्युक्ते तन्तुः इत्युक्ते अपि च घटः पटः खलु. घटः पटः इति भिन्नं भिन्नः इति कृत्वा कपालः तन्तुः अपि भिन्नः इति वयं जानीमः. कार्यवशात् कारणम् अनुमीयते. यत् कार्यम् अस्ति अत्र घटः कार्यः पटः कार्यः चेत् कारणं वयम् अनुमानं कर्तुं शक्नुमः. इत्युक्ते कार्यस्य भेदः अपि वयम् अस्माभिः अनुमीयते. इत्युक्ते तत्र कपालः तन्तुः इति अस्ति चेत् तत्तु वयं साक्षात् द्रष्टुं शक्नुमः. तर्हि तयोः मध्ये भेदः अस्ति इत्यपि ज्ञातुं शक्नुमः. परन्तु यदा परमाणुस्तरे गच्छामः चेत् तत्र वयं साक्षात् द्रष्टुं न शक्नुमः. सूक्ष्मरूपे अस्ति खलु इति कृत्वा तत्र केवलम् अनुमानं कर्तुं शक्नुमः अवयवी दृष्ट्वा. इत्युक्ते अवयवी यदस्ति इति दृष्ट्वा तदाधारेण अवयवः भिन्नः इति कृत्वा तस्य परमाणुः भिन्नः अपि च अन्यस्य परमाणुः भिन्नः इति वयं वक्तुं शक्नुमः. पठतु भगिनी अग्रे अपि. यावत्पर्यन्तं प्रत्यक्षेण दृश्यते अवयवाः भिन्नाः इति तावत्पर्यन्तं प्रत्यक्षं प्रमाणं भवितुम् अर्हति अवयवभेदार्थं. तदेव आश्रित्य अग्रे अनुमानप्रमाणेन साधयितुं शक्यते परमाणवः अपि भिन्नाः. घट आरम्भकपरमाणवः भिन्नाः, पट आरम्भकपरमाणवः भिन्नाः इति कार्यवशात् कारणम् अनुमीयते इति सिद्धान्तात्. एतत् सर्वम् अवलम्ब्य यदि वदामः भेदो नास्ति स च अनुभवविरुद्धः, यतोहि कार्यं भिन्नम् इति ज्ञायते अङ्गीक्रियते च, तद् आधारेण अवयवाः अपि भिन्नाः इति मन्तव्यम्. एतदेव भवती उक्तवती इदानीं यदा प्रत्यक्षं क्षम्यताम् प्रत्यक्षेण दृश्यते अवयवः भिन्नः इति यदा वयं द्रष्टुं शक्नुमः तद् भिन्नः इति, तावत्पर्यन्तं वयं अवयवभेदार्थम् अवयवभेदमपि वक्तुं शक्नुमः इति. तदेव आश्रित्य अग्रे अनुमानप्रमाणेन साधयितुं शक्यते परमाणवः अपि भिन्नाः. तदेव वयं वक्तुमपि शक्नुमः परमाणवः अपि अनुमानप्रमाणेन अनुमानं कर्तुं शक्नुमः, साधयितुमपि शक्नुमः. तद् परमाणवः घटपरमाणवः घट आरम्भकपरमाणवः पट आरम्भकपरमाणात् भिन्नः इति अपि वयं वक्तुं शक्नुमः. कार्यवशात् कारणम् अनुमीयते इति सिद्धान्तात्. भेदो नास्ति इति वयं वदामः चेत् तत्तु अनुभवविरुद्धः. तद् एकक्षणं भगिनि, कार्यवशात् कारणम् अनुमीयते इति सिद्धान्तात् इत्युक्ते किम्? यदा कार्यम् अस्ति घटनिर्माणं, तद् कारणमस्ति कपालः, कपालपरमाणवः वा कपालः वा तद् परम्परा अस्ति इति वयं तद् स्वीकर्तुं शक्नुमः. इत्युक्ते कार्यं दृष्ट्वा कारणं किम् इति निर्णेतुं शक्नुमः. आम् अनुभवविरुद्धः अस्ति यदा भेदः नास्ति इति वयं वदामः चेत् तत् अनुभवविरुद्धः किमर्थम् इत्युक्ते कार्यं भिन्नम् इति ज्ञायते अङ्गीक्रियते वयं कार्यं भिन्नम् इति वयं ज्ञातुं जानामि अतः अङ्गीक्रियते अपि च तदाधारेण अवयवः अपि भिन्नः इति मन्तव्यं वयं स्वीकरणीयं तद् अवयवः भिन्नः इति कट अवयवः वा पट अवयवः भिन्नाः इति स्वीकरणीयम् इत्युक्ते तत्र आनुभविकविरोधः अस्ति इति कृत्वा कृत्वा अस्माभिः स्वीकरणीयम् उत्तमम् एतावत्पर्यन्तं सर्वे अवगच्छन्ति वा प्रश्नः अस्ति वा परन्तु तद् विशेषः तद् भिन्नवार्ता वा हा विशेषः इति तत्र तत् किञ्चित् भिन्नविषयः अस्ति खलु यतोहि तत्र प्रत्येकं परमाणोः तत्र विशेषः इति कश्चन पदार्थः अस्ति परन्तु तद् अवलम्ब्य अत्र भेदस्थापनं न भवति अस्तु अग्रे पुष्पा भगिनी भवती पठति वा अन्यच्च अत्र नूतनविचारः अपि अस्ति यत् ये पटस्य आरम्भकपरमाणवः सन्ति ते यद्यपि घटस्यारम्भक परमाणुभिः सह समानजातीयाः तथापि ते तु घटस्यारम्भकपरमाणवः न भवितुम् अर्हति किमर्थम् इति चेत् सिद्धान्तत्वात् घटस्यारम्भकपरमाणुभिः अवयवेभ्यः पृथग् एव द्रव्यम् उपद्यते न तु केवलम् अवयवसमूहः अस्तु अत्र नूतनविचारः अस्ति विचारः अपि अस्ति पटस्य आरम्भकपरमाणवः अस्ति चेत् ते घटस्यारम्भकपरमाणुभिः सह समानजातीयः समानजातीयः अस्ति तत्र अत्र बोधति समानजातीयाः इत्युक्ते किम् परमाणवः समानजातीयः इतोपि किञ्चित् वक्तव्यमस्ति खलु घटस्य आरम्भकपरमाणवः पटस्य आरम्भकपरमाणवः तत्र समानजातीयाः इत्युक्ते किम् ते तु परमाणवः सत्यं परन्तु इतोपि किञ्चित् वक्तव्यं सुनील् महोदय भवान् वदति वा भवान् एव पठितवान् तस्मिन् विषये अत्र समानगुणः इति गुण जातिः इत्युक्ते गुणः नास्ति खलु जातिः इत्युक्ते किं जातिः इत्युक्ते बहवः बहूनि द्रव्याणि समानद्रव्याणि इति स्वीकृत्य जातिः इति वदामः अत्र न न जातिः इत्युक्ते वयं न्यायशास्त्रे किम् उक्तवन्तः रामप्रिया भगिनी जातिः इत्युक्ते धर्मः खलु धर्मः तर्हि तत्र समानजातीयाः इत्युक्ते तस्मिन् समान धर्मः वर्तते इति इदानीं तत्र स च समानधर्मः कः पटपरमाणुः अपि च घटपरमाणुः घटारम्भकपरमाणुः पटारम्भकपरमाणुः परमाणवः इति अस्ति, परन्तु इतोपि किञ्चित् वक्तव्यं, तदेव अहम् आरम्भे अपि उक्तवती भगिनी, परमाणुः इति अस्ति सत्यमेव, द्वौ अपि पार्थिवपरमाणौ खलु, पार्थिवत्वं हा पार्थिवपरमाणौ इति कृत्वा तयोः समान जातित्वम् इति अस्ति. अग्रे वदतु भगिनी, पुष्पा भगिनी. किमर्थम् इति चेत् करस्यारम्भकप्रमाणवः न भवितुम् अर्हति. हा हा अत्र वदति त्वरितं किमर्थम् इति चेत् सिद्धान्तत्वात् घटस्यारम्भकपरमाणुभिः अवयवेभ्यः पृथक् एव द्रव्यं यते. हा हा तत्तु अणुः परमाणुः पृथक् पृथक् एव न न तथा न, इत्युक्ते तत्र घट आरम्भकपरमाणुः यदा तयोः तत्र संयोगः अपि च अनन्तरं कार्यं भवति तत्र तत्र केवलं तत्र अवयवसमूहः इति न, इत्युक्ते तत्र किमपि अवयवः कुच्छः इति न भवति, परन्तु तत्र नूतनद्रव्यम् उत्पद्यते, इत्युक्ते परमाणुद्वयसंयोगेन अत्र द्वय्यणुकम् इति नूतनद्रव्यस्य उत्पादनं भवति, न तु तत्र परमाणुद्वयम् इति तिष्ठति. इति नूतनद्रव्यं भवति कार्यं करोति, कारणं द्वे अस्ति, कार्यं नूतनद्रव्यं हा सत्यम्, इत्युक्ते परमाणुद्वयम् इति कारणं तयोः संयोगेन तत्र परमाणुद्वयम् इति न, इतोपि तत्र कार्यं इत्युक्ते तत् द्वय्यणुकम् इति कार्यं जायते. अग्रे पठतु भगिनि, तदेव अस्ति. यथा उभाभ्यां परमाणुभ्याम् अन्यात् अतिरिक्तमेव द्रव्यणुकं द्वय्यणुकं द्रव्यणुकं द्वय्यणुकं द्वय्यणुकं तत् रेपः नास्ति, द्रव्यणुकं न द्वय्यणुकं द्वय्यणुकं इदानीं त्वं वक्तुं न, तत् द्वय्यणुकं केवलं परमाणु द्वयसमूहः इति नास्ति, परमाणुद्वयसंयोगेन अन्यत् एव द्रव्यं भवति, द्वयणुकं नाम्ना न तु केवलं परमाणुद्वयसमूहः. बौद्धाः अत्र परमाणुद्वयसमूहः एव अवयवी इति अङ्गीकुर्वन्ति. घटः इति परमाणुपरिचया अतिरिक्तः नास्ति इति बौद्धानाम् अभिप्रायः. परमाणुपुञ्जः इति ते स्वीकुर्वन्ति. विलक्षणपरमाणुपुञ्जः एव घटः. घटः इत्युक्ते कपालाभ्याम् आरब्धः इति नास्ति. कपालः इत्युक्ते परमाणुपुञ्जः. परमाणुसमूहः इति घटः अपि तथैव विलक्षणपरमाणुपुञ्जः. अतिरिक्तं द्रव्यं न उत्पद्यते इत्येषाम् अभिप्रायः अवयवसमुदायः एव अवयवी, किन्तु न्यायशास्त्रे न तथा. परमाणुद्वय संयोगेन अन्यद् एव द्रव्यं, कपालद्वयसंयोगेन तथैव पुनः अन्यत् एव द्रव्यम्. अस्तु, यथा उभाभ्यां परमाणुभ्याम् अन्यत् अतिरिक्तम् एव द्वयणुकम् उत्पद्यते. इदानीं त्वम् उक्तं एकं परमाणु द्वे परमाणु द्वयणुकम् उत्पद्यते, तद् द्वयणुकं केवलं परिमाणुसमूहः न इति नास्ति, परमाणुद्वयसंयोगेन अन्यत् एव द्रव्यं भवति, अन्यत् द्रव्यम् एव उत्पद्यति. द्वयणुकं नाम्ना नामः अस्ति, कोऽपि नामः अस्ति, न तु केवलं परमाणुद्वयं समूहः. तत्र समूहेन अत्र समूहः नास्ति, तत्तु नामः, स्वयणकं नामः अस्ति. तत्र समूहः नास्ति, द्वयणकम् इति नाम अस्ति इत्युक्ते तत्र केवलं तत्र नामभेदः इति एव नास्ति, परन्तु इतोपि किञ्चित् अधिकमस्ति खलु. इत्युक्ते तत्र केवलं परमाणुसमूहः इति नास्ति द्वयणुकं, परन्तु वस्तुतया नूतनद्रव्यमस्ति. द्वयणुकम् इति नामकरणमपि कृतं तस्य, अपि च तद् नूतनद्रव्यमपि अस्ति इति. तत्र परमाणुद्वयसमूहः अवयवी इति अङ्गीकुर्मः. न, परमाणुद्वयसमूहः इति नास्ति खलु. तत्र परमाणुद्वयसंयोगेन नूतनद्रव्यं द्वयणुकम् इति उत्पन्नं. परमाणुद्वयसमूहः एव अवयवी इति अङ्गीकुर्वन्ति बोधनेन. न, बोधनेन न, तत्र बौद्धमते, तत्र बौद्धमते इत्युक्ते बुद्धः अस्ति खलु, तस्य मते, तत्र बौद्धमते, तत्र भिन्नरीत्या ते वदन्ति. इत्युक्ते न्यायशास्त्रस्य मतम् आसीत् प्रथमं, द्वितीयं यदस्ति तत् बौद्धमतम्. हा, इदानीं पठतु. घटः इति परिमाणमपेक्षया अतिरिक्तः नास्ति इति बोधानाम् अभिप्रायः. बौद्धानाम् अभिप्रायः अत्र बोधमत अतिरिक्तः किं भगिनि? अतिरिक्तः इत्युक्ते इतोपि अधिकः इति. इतोपि अधिकः परिमाणुपेक्षया परमाणु अपेक्षया परिमाणु न परमाणु परमाणु अपेक्षया अतिरिक्तः नास्ति इत्युक्ते किम्? अत्र अपेक्षया घटस्य परिमाणः परमाणु भगिनि, न तु परिमाणु, पुनः पुनः परिमाणु इति परमाणु अधिकत्वेन नास्ति इति बौद्धमतत्वेन अभिप्रायः अस्ति. इत्युक्ते घटः इति भिन्न भिन्नविषयः नास्ति, परमाणु अपेक्षया भिन्नद्रव्यम् इति नास्ति, केवलं परमाणु पुञ्जः. परमाणुपुञ्जः इत्युक्ते परमाणूना समूहः इति एव तत्र घटः इति ते अङ्गीकुर्वन्ति. परमाणुपुञ्जः इति विलक्षणपरमाणुपुञ्जः एव घटः. विलक्षण किम्? विलक्षण इत्युक्ते वैलक्षण्यम् इति खलु, तत्र भिन्न भिन्न इति. ओके, वैलक्षण्य परिमाणुपुञ्जः परमाणुपुञ्जः एव घटः. घटः इत्युक्ते कपालाभ्याम् आरब्धः इति नास्ति. कपालः इत्युक्ते परमाणुपुञ्जः परमाणुसमूहः इति, घटः अपि तथैव विलक्षणपरमाणुपुञ्जः. अत्र बौद्धमतात् अतिरिक्तं द्रव्यम्. एकक्षणं भगिनी, तत्र किम् अस्ति इति वदतु एकवारं. केवलं तत्र यत् करपत्रे अस्ति तद् वारं वारं पठनेन न कोऽपि लाभः खलु. घटः इत्युक्ते कपालाभ्याम् आरब्धः इति नास्ति. घटः इति बोधते चेत् कपालस्य आरब्धः आरब्धः नास्ति इति बोधति. इत्युक्ते किं, कुत्र कुत्र आरब्ध कस्मात् आरब्धः भवति तस्य? परिमाणुपुञ्जः या परमाणु भगिनी, तत् परमाणुः न तु परिमाणुः. परमाणुसमूहः इति गतः तु वैलक्षणेन परमाणुपुञ्जः इति बोधन्ते. इत्युक्ते घटः अपि परमाणुपुञ्जः, कपालः अपि परमाणुपुञ्जः अथवा समूहः. तर्हि तयोः मध्ये भेदः कः इत्युक्ते, तत्र घटः इति भिन्न परमाणु समूहः, कपालः इति भिन्न परमाणुसमूहः इति वदन्ति. तावदेव, तयोः मध्ये तद्विहाय किमपि अन्यभेदः नास्ति. इत्युक्ते तत्र नूतनद्रव्यम् इति किमपि न भवति, केवलं भिन्नभिन्न अवयवसमूहः एव इत्येव. इति एकः अवयवसमूहः, घटः इति भिन्न भिन्न अवयवसमूहः. अवयवः अस्ति अत्र परमाणुः, तर्हि भिन्नभिन्न अवयवसमूहः एव अस्ति. नूतनद्रव्यम् इति घटः, कपालः, कपालिका इति नूतनद्रव्यं किमपि न उत्पादयति इति बौद्धानां मतं. परन्तु न्यायशास्त्रे तथा नास्ति. न्यायशास्त्रे तत्र परमाणु द्वयसंयोगेन एकं नूतनं द्रव्यम् उत्पन्नं भवति, द्वयणुकमिति. द्वयणुकस्य संयोगेन त्रयणुकं, त्रयणुकस्य संयोगेन चतुरणुकम् इति परम्परया तत्र अन्तिमद्रव्यपर्यन्तम्, इत्युक्ते घटः वा भवतु, पटः वा भवतु, यत्किमपि अस्ति अवयवी, अन्तिम अवयवी, तत्पर्यन्तं प्रत्येकं सोपाने भिन्नभिन्नद्रव्यस्य उत्पादनं भवति. सम्यक् अस्तु. तर्हि सुनील् महोदय, भवान् अग्रे पठति वा? आम्. तर्हि यैः परमाणुभिः पटः निर्मीयते तैः घटः निर्मातुं न शक्यते इति किम्? अस्मिन् विषये चिन्तनं कर्तव्यं, तदा एव अग्रे पठनम्. अतः अत्र पटस्य परमाणवः सन्ति, तैः सह घटस्य निर्माणं शक्नुमः वा इति प्रश्नः अस्ति. तर्हि भवतः चिन्तनं किं तस्य विषये? न इति चिन्तयामि इत्युक्ते तत्र पूर्वमेव दृष्टवन्तः परमाणौ भिन्नत्वम् अस्ति इति. पटस्य परमाणुः परमाणुम् उपयुज्य पटस्य निर्माणमेव कर्तुं शक्नुमः इति. अथवा यदा वयं तादृशं कुर्मः पटस्य एव पटः एव भवति इति. तर्हि रामप्रिया भगिनी, भवत्याः मतं किम्? तदेव भगिनी, तद् भिन्नः. पट आरम्भकपरमाणुः घट आरम्भकपरमाणात् भिन्नः. पुष्पा भगिनी, भवती अपि तदेव चिन्तयति वा? अस्तु अस्तु भगिनि, तथैव. अस्तु अस्तु, तर्हि सुनील् महोदय, भवान् एव अग्रे पठतु. वस्तुतः तु यैः परमाणुभिः पटः निर्मीयते तैः घटः निर्मातुं न शक्यते इत्यपि न वाच्यम्. पटस्य अवयवानां परमाणुपर्यन्तं नाशः भवति चेत् पुनः मूलेभ्यः एते सर्वेभ्यः पार्थिवपरमाणुभ्यः ईश्वरे इच्छावशात् कालान्तरे तैः अपि परमाणुभिः घटः उत्पत्तुम् अर्हति. अनेन परम्परया घटपटयोः अयुतसिद्धत्वं भवति किम्? इदानीम् अत्र नास्ति इति उत्तरमस्ति. तत्र पटस्य परमाणुम् उपयुज्य घटस्य निर्माणं कर्तुं न शक्यते इति न वदतु इति. अत्र पटस्य पटस्य अवयवानाम् अत्र परमाणुपर्यन्तं वयं स्वीकुर्मः, तत्र तं परमाणुम् उपयुज्य इत्युक्ते पार्थिववस्तु अस्ति, अतः तदुपयुज्य घटस्य उत्पादनं कर्तुं भवितुम् अर्हति इति अस्ति. इत्युक्ते अत्र मुख्य अंशः अस्ति ईश्वर इच्छावशात् इति, खलु? तर्हि यदा इदानीं घटपरमाणुः अस्ति, घट उत्पादनं भवति तेन, तदनन्तरं घटस्य नाशः भवति चेत् पुनः परमाणुस्थितिः प्राप्नोति, खलु? तदा ईश्वर इच्छावशात् इदानीं पटस्य आरम्भकपरमाणुः इति भवितुम् अर्हति. इत्युक्ते एकस्मिन् समये अथवा एकस्मिन् समये इत्यपि न, परन्तु तत्र यदा यद्वयं पूर्वम् उक्तवन्तः, घटारम्भकपरमाणुः पटारम्भकपरमाणुः तयोः मध्ये भेदः वर्तते इति, तेन एव कारणस्य भेदस्थापनम् इति अपि दृष्टवन्तः, खलु? कार्यवशात् तद्वाक्यम् आसीत्, खलु? किमासीत? कार्य वशात् कारणम् अनुमीयते इति. इति कृत्वा कार्यवशात् कारणम् अनुमीयते इति कृत्वा यदा घटनिर्माणं भवति तेन एव वयं ज्ञातुं शक्नुमः तत्र घट आरम्भकपरमाणुः आसीत् इति. यदा तत्र घट आरम्भकपरमाणुः इति अभवत्, घटनिर्माणम् इति क्रमः जायमानः अस्ति, तदा तेन एव परमाणुना पटः इति निर्माणं कर्तुं न शक्नुमः. परन्तु यदा घटस्य नाशः अभवत्, अपि च इदानीं परमाणुः इति अस्ति, तदा तत्र घटः वा पटः वा पुस्तकं वा उत्पीठिका वा इति यत्किमपि यस्य कस्यापि निर्माणं प्रति तत् कारणं भवितुम् अर्हति. परन्तु यदा एकवारं तत् क्रमः आरम्भः भवति चेत् तदनन्तरं तस्य तेन उपयुज्य तत्र भिन्न भिन्न द्रव्यमिति इदानीं तत्र निर्माणं न भवति, तस्य निर्माणं न भवति. अवगच्छति वा? इत्युक्ते अत्र पटस्य पटस्य अत्र नाशं कुर्मः इत्युक्ते अत्र परमाणुपर्यन्तं वयं विभजनं कुर्मः. अत्र अणुपर्यन्तम् अस्ति इदानीम् अत्र तत्र द्वयणुगं भवति चेत् तादृश अन्य घटस्य अपि परमाणुपर्यन्तं गत्वा अत्रापि द्वयणुगं भवति. पटस्य एकक्षणं, परमाणुपर्यन्तं गच्छति चेत् कथं द्वयणुकं भवति? परमाणुः एव भवति. परमाणुः भवति, परन्तु अहं करोमि इति, द्वयणुगं करोमि इति सङ्कल्पयतु. अतः पटस्य द्वयणुगम् अस्ति समीपे, घटस्य द्वयणुगम् अस्ति चेत् तत् समानमिति वदति वा? तत् समानं नास्ति खलु, यतोहि इदानीं पटकार्यं घटकार्यम् इति क्रमः जातः. द्वयणुकम् इति अस्ति चेत् तत्र साम्यं न वर्तते खलु. परमाणुः इति अस्ति चेत् तत्र तादृशसाम्यम् अस्ति. परमाणुस्तरे यदा अस्ति तदा घटनिर्माणं वा पटनिर्माणं वा यत्किमपि कर्तुं शक्नोति. परन्तु यदा तत्र क्रमः, तत्र कार्यं, कार्यस्य आरम्भम् अभवत् चेत् तदनन्तरं तथा कर्तुं न शक्नुमः. भेदः भवति इति. अस्तु, अग्रे पठतु महोदय. तस्मात् तत्र अनेन इदानीं तत्र अस्तु, अनेन परम्परया घटपटयोः अयुतसिद्धत्वं भवति किम् इति अस्ति खलु, तत् तत्र तस्य प्रश्नस्य अवगमनम् अभवत् वा? इत्युक्ते परमाणुपर्यन्तं गत्वा पुनः किमपि कर्तुं इच्छामः चेत् तत्र केवलं अहं न इदानीं वक्तुं न शक्नोमि. अवयवः भिन्नः इति बोध्य अयुतसिद्धत्वम् अस्ति. न, अवयवः समानः खलु, भिन्नः नास्ति, तदर्थमेव अयुतसिद्धत्वम् इत्युक्ते इदानीं घटः अस्ति, घटनाशः अभवत् परमाणुः इति आगतः, तेन एव परमाणुना पटः इति निर्माणं भवति खलु. तर्हि तत्र परमाणुः इदानीम् अवयवपरम्परा इति पश्यामः चेत् घटस्य अन्तिम अवयवः अपि च पटस्य अन्तिम अवयवः इति एकः एव भवति परमाणुः इति. तर्हि तयोः मध्ये अयुतसिद्धत्वम् इति अस्ति वा? तर्हि पुनः यद्वयं कृतवन्तः घटपटयोः मध्ये युतसिद्धत्वं तस्य संयोगः भवति इति यद्वयं स्थापितवन्तः, तत्सर्वं व्यर्थं भवति वा? इदानीं पुनः युतसिद्धत्वम् इति आपतति वा इति प्रश्नः. अवगच्छति वा? यदा परमाणुपर्यन्तं गच्छामः चेत्, हा परमाणुपर्यन्तं गच्छामः चेत् तत्र परम्परया पुनः तदेव आगच्छति खलु. एकं तत्र तेन एव परमाणु स्वयं परमाणुः स्वीकृत्य घटनिर्माणं कृत्वा घटनाशस्य अनन्तरं तेन एव परमाणुना पटः अपि भवति इति चेत् तर्हि अन्ततो गत्वा तत्र परमाणुः इति परम्परया तत्र पृथकाश्रय आश्रितत्वम् इति एव नास्ति इति कृत्वा अयुतसिद्धत्वं तर्हि संयोगः नास्ति इति वक्तुं शक्नुमः वा इति प्रश्नः इदानीं पुनः. अस्तु, तर्हि रामप्रिया भगिनी तस्य समाधानं पठति वा? आं भगिनि, एकस्मिन्नेव समये समानैः परमाणुभिः घटः अपि पटः अपि निर्मातुं न शक्यते, तस्मात् द्वयोः अयुक्तसिद्धत्वं न भवति, अनेन घटपटयोः अयुक्तसिद्धत्वं नास्ति, कालान्तरे तैः एव परमाणुभिः घटः उत्पद्यते चेदपि पूर्वकालिकपटस्य इदानीन्तनघटस्य च युक्तसिद्धत्वम् अस्ति अवश्यम्। यस्मिन् काले अमुकाः परमाणवः पटारम्भकाः तस्मिन्नेव काले ते परमाणवः घट आरम्भकाः न भवितुम् अर्हन्ति। उत्तरस्य घटपटयोः अयुक्तसिद्धत्वं भवति किम् इति उत्तरस्य प्रश्नस्य उत्तरं समानैः समानकाले यदा समानैः परमाणुभिः घटः अपि पटः अपि निर्मातुं न शक्यते, घटः पटः समानपरमाणुभिः न निर्मातुं शक्यते, तस्मात् द्वयोः अयुक्तसिद्ध यदा निर्मातुं न शक्यते तदा तस्य निर्मातुं न शक्यते, अतः द्वयोः अयुक्तसिद्धत्वं न भवति, अतः घटः घटपटयोः मध्ये अयुक्तसिद्धत्वं न भवति इति, समानसमये न निर्मातुं शक्यते इति किल भगिनि? सत्यम्। इत्युक्ते एकस्मिन् समये घटः वा पटः वा स्यात्, द्वयमपि न स्यात् खलु, तर्हि पूर्वस्मिन् समये यः घटः आसीत् तेन सह इदानीं यः पटः अस्ति तस्य संयोगः तु न भवति, यतोहि अयुतसिद्धत्वम् इति सर्वम् अस्ति अवश्यं, परन्तु यदा इदानीं एकस्मिन् समये तथा न भवितुं शक्नोति इति कृत्वा इदानीं यः घटः अस्ति अपि च पटः अस्ति तयोः मध्ये तादृशसम्बन्धः एव नास्ति, तर्हि तत्र युतसिद्धत्वमेव, तर्हि तत्र संयोगः सम्भवति इति, संयोगः सम्भवति। यस्मिन् काले अमुकाः परमाणवः पट आरम्भकाः तस्मिन्नेव काले ते परमाणवः घट आरम्भकाः न भवितुम् अर्हन्ति इति कृत्वा अमुकाः इति तत्र अमुम् इति पदस्य तत्र सर्वनामपदमस्ति खलु, सर्वनाम तस्य प्रथमविभक्ति बहुवचनं अमुकाः समानकाले न भवितुम् अर्हति, ये परमाणवः पट आरम्भकः अस्ति तद् घट आरम्भकपरमाणवः न भवति इति कृत्वा तयोः मध्ये अयुतशुद्धत्वम् इति नास्ति, युतशुद्धत्वमेव भवति इति। अस्तु, तर्हि अद्य अत्र स्थगयामः, चिन्तयतु एतस्मिन् विषये, पुनः एकवारं पठतु गृहपाठरूपेण, प्रश्नः अस्ति चेत् आगामिकक्षायां किञ्चित् चर्चयित्वा अग्रे सरेम। धन्यवादः, शुभरात्रिः। शुभरात्रिः। अस्तु, शुभरात्रिः।